इदानीं नूतनविषयः अस्ति तुदादिगणः, अतः तुदादिगणस्य करपत्रं कृपया उद्घाटयन्तु. सर्वे करपत्रं प्राप्नुवन्ति खलु? आं महोदय. आं महोदय. अस्तु तर्हि मीनामहोदय पठतु. तुदादिगणः, तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः श विकरणप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अतः तुदादिभ्यः शः कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्, अतः अत्र तुदादिव्यस्यः इति सूत्रस्य कार्यं सिद्ध्यति. सारांशः तुदादिभ्यः शः तुदादिगणे स्थितेभ्यः धातुभ्यः शप् प्रत्ययः भवति कर्तृकसार्वधातुकप्रत्यये परे. तुदादिरेषां ते तुदादयः बहुव्रीहि समासः तेभ्यः तुदादिभ्यः. तुदादिभ्यः पञ्चम्यन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रम्. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातोः अनेकाचो हलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. उदादिभ्यः धातुभ्यः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. किं लिखितम् आशयं भवतु? तुदादिभ्यः इति एकः गणः अस्ति, शः च प्रत्ययः विहितं तत्र तस्मिन् गणे. वस्तुतः कर्तरि शप् इति अनेन शप् विहितः सर्वे गणानां, परन्तु कर्तरि शप् इति सूत्रप्रबाद्य तुदादिभ्यः शः इति तुदादिगणे भवति. किमर्थमित्युक्ते तुदादिभ्यः स्वस्य कार्यं न करोति चेत् कर्तरि शप् अन्यत्र लब्धावकाशम् अस्ति, परन्तु तुदादिभ्यः कार्यं न करोति चेत् निरवकाशं भवेत्. तस्मात् पूर्वपरनित्यानन्तरङ्गापवादात् उत्तरोत्तरं बलीयः इति सूत्रेण अपवादसूत्रं भवति. तुदादिभ्यः शः इति अपवादसूत्रं भवति, तस्मात् तदेव प्रबाध्यते तत्र. तुदादिभ्यः शः इति किं तुदादिगणे शः प्रत्ययः भवति कर्तरि अनुवृत्तिसहितसूत्रं तुदादिभ्यः धातुभ्यः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके शप् प्रत्ययः भवति. अस्तु, तर्हि तुदादिगणे कर्तरि सार्वधातुकप्रत्ययपरे अस्ति चेत् धातुभ्यः श प्रत्ययः भवति, न तु शप्. तर्हि कर्तृशप् इति सूत्रेण वस्तुतः सर्वेभ्यः धातुभ्यः शप् प्रत्ययः भवति, परन्तु तुदादिभ्यः शः इति सूत्रम् आगत्य वदति यत् अपवादत्वेन तुदादिगणस्य धातूनां कृते श विकरणप्रत्ययः भवति, न तु शप्. अस्तु, तर्हि इति एकमस्ति. तदनन्तरं कर्तृशप् इति तु वयं जानीमः, धातोः शप् प्रत्ययः परश्च कर्तृसार्वधातुके, नाम सामान्यतया अथवा किमपि नास्ति चेत् धातोः अनन्तरं शप् प्रत्ययः भवति कर्तृशप् कर्तृसार्वधातुकप्रत्ययः परे अस्ति चेत्. परन्तु सुधादिभ्यः श अदादिभ्यः लोक् इति सूत्राणां इति सूत्रे इति सूत्राणि अपवादसूत्राणि सन्ति। ते वदन्ति यत् तस्मिन् तस्मिन् गणे कर्तृशप् इति सूत्रं प्रबाध्य नूतनसूत्रं कार्यं करोति इति वयं जानीमः। अस्तु, इदानीम् अग्रे मीना महोदय पठतु अयं श प्रत्ययः। अयं शप् प्रत्ययः षित् इति कारणतः त्रिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः, तस्मात् कारणात् शप् प्रत्ययः परश्चेत् सार्वधातुक अर्धजातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितम्। परन्तु श अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत्, ङित्वत् अतः ङिति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धं भवति। ष प्रत्ययः अपि भवति, तिङ् तिङ् षित् अपि षित् भवति, षित् इति कारणात् तिङ्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः भवितुं शक्यं। सूत्रद्वयमस्ति सार्वधातुकार्धधातुकयोः अपि च स्पुगन्तलघुपदस्य चेति धातोः गुणकार्यं भवितुं शक्यं। परन्तु शप् प्रत्ययः अपित् प्रत्ययः सा अपित् सार्वधातुक धातुकं ङित्वत् ततः परं इति च इति सूत्रद्वयेन गुणः निषिद्धं भवति। तर्हि ष इति प्रत्ययः अस्ति, तिंशित् सार्वधातुकम् इति सूत्रेण षित् अस्ति, ष इति प्रत्ययः अस्ति, तत् षित् अस्ति, लषक्व तद्धिते इति सूत्रेण षित् अस्ति, तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः अपि अस्ति, अतः तत्र सार्वधातुक अर्धातुकयोः पुगन्तलघुपदस्य च इति सूत्राणां प्रसक्तिः भवति। परन्तु षित् अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति, तदनन्तरं निति च इति सूत्रेण गुणकार्यं निषिद्धं भवति। अतः आहत्य सुदादिगणे शप्रत्ययपरे गुणकार्यं वृद्धिकार्यं न भवति इति सारांशम् इति तु वयं जानीमः। एकवारं तत्र अतः अत्र पुनरभ्यासं भवति, अभ्यासः भवति। अस्तु, तदनन्तरं सार्वधातुकम् अपि निति च इति अपि वयं सूत्रा वयं जानीमः, अतः पुनः न पठामः। तर्हि महोदय आहत्य तुदादिगणे इति अन्तिमवाक्यमस्ति, तत् पठतु। आहत्य तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे शप् प्रत्ययः विहितः, श च श्रूयते वा महोदय? आहत्य तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे शप् प्रत्ययः विहितः, ष च ङित्वत् अस्य एकपरिमाणः गुणनिषेधः। परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य ङित्वत् इति भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति, तेषु त्रयः सुमुखाः अधोलिखिताः। केवलं गुणवृद्धिनिषेधः अपि नास्ति, अन्यनिषेधः अपि प्रमुखाः सन्ति, त्रयप्रमुखाः सन्ति, सूत्राः अपि अस्तु। तर्हि इति अस्ति, एकं का नित्वत् अस्ति श प्रत्ययः, अतः एककार्यम् अस्ति गुणनिषेधः, अन्यकार्ये अन्यानि कार्याणि के सन्ति इति अग्रे पश्यामः। अस्तु, धन्यवादः महोदय। अग्रे महोदय पठतु। आं महोदय, कितिमिति विशिष्टकार्याणि, कितिमिति यः कोऽपि प्रत्ययः कित् नित् भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथा सङ्घ त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि। प्रथमम् अङ्गान्ते उपादायां च एकः गुणः निषिद्धः, तुदादौ तुद्धातु योगः श योगः अति तुदति किनिति च कारणेन गुणः न भवति। द्वितीयसूत्रम् अनदित् धातूनाम् उपादायां न लोपः, येषां हलन्तधातूनां इत्संज्ञकः अश्वः इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. उदाहरणं त्रुमुक् त्रुमुफ् योगः शा योगति न लोपः अनदितां हल उपधाया किन्निति. परन्तु तुदादिगणे विशिष्टवार्तिकेन येषां पुनः नुमागमः आनीयते शे तुम्फादीनां नुम्वच्याः तुमुफ् योगः शका शः शा योगति न लोपः तुफ् योग आ योगति नुमागमः तुमुफ् आ ति तुम्फति इति रूपम्. तृतीयसूत्रं सम्प्रसारणिनं धातूनां सम्प्रसारणं यन् स्थाने इक् आदेशः यन् सन्धौ यदा भवति तस्य विपरीतक्रमः कितिनिति प्रत्ययपरे उदाहरणं वृक्ष योगः वृश्च सम्यता वृश्च योगश योगति वृश्यति ग्रहीज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति भृजतीनां निति च. पठनीयं महोदय न आशयं वदतु एकवारं. अत्र अत्र दत्तं कितिनिति विशिष्टसूत्रकार्याणि किं किम् इति द्वितादिगणे दत्तं. प्रथमं गुणनिषेधः नित्वत् भावं कितिनिति इति सूत्रेण उपधा लघु उपधायाः एकवर्णगुणनिषेधः भवति. द्वितीयं अनदित् धातूना उपधायाः लोपः न भवति. अर्थं किम् चेत् हलन्तधातूनाम् इत्संज्ञक हश्व इकारः नास्ति चेत् तेषां धातूनाम् उपधायनकारः लोपः भवति. परन्तु तुदादिगणे विशिष्टसूत्रमस्ति तत् वदति नुमागम करणीयमिति आनीयते इति वदति. शेसूत्रं शेतुम्फादीनां नुवाच्यः इति सूत्रेण प्रथमं लोपः भवति तत् हलन्तदातु उपधायां नकार अस्ति तदेव लोपः भवति. तदनन्तरं शेतृम्फादीनां नुम्यच्छ इति सूत्रेण नुमागम आगच्छति. नुम् अदि अदितो नुम् धातु परिभाषासूत्रेण धातु अन्त अङ्गे अपि तस्य सूत्रस्य अत्र किमपि कार्यं नास्ति. किं महोदय किं वदति महोदय कस्य सूत्रस्य अत्र कार्यमस्ति? नो नो नुम् आगमः कुत्र भवति आदित्यो मिथ्या क्षम्यता आदितो मिथ्या मिदच्योत्यात् परः इति मिदच्यो नुमागमः आगच्छति अदन्तम् अनन्तरम् आगच्छति तद्रूपं तुम्फति इति रूपं भवति. तृतीयविशिष्टकार्यमस्ति सम्प्रसारणं सम्प्रसारणं वर्णम् अस्ति चेत् तत्र यन् स्थाने सम्प्रसारणं किम् इति उत्तरं यन् स्थाने इक् आदेशः यन् सन्धोः सन्धौ यथा सम्भवति तस्य विपरीतक्रमः कितिनिति पत्यपरे. उदाहरणं व्रश्च अत्र रेफा अस्ति वकार रेफास्थाने उकार ऋकार आगच्छति पृच्छति भवति. वकारस्य स्थाने उकारः किमर्थं न आगच्छति? तत् सूत्रं सम्प्रसारणाच्च इति सूत्रमस्ति तदेव. सम्यक्. यत्र द्वे सम्प्रसारवर्णः अस्ति चेत् द्वितीय एव कार्यं परवर्णस्य सम्यक् परवर्णस्य सूत्रमस्ति ग्रहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति वृजतीनां नीति चायितसूत्रं सूत्रेण अत्र ऋकारस्थाने ऋकार आगच्छति वृष्यति इति रूपं सिद्धं भवति. अस्तु तर्हि इदं सर्वम् अस्ति. तथा एव तर्हि प्रथमबिन्दुः तु अस्ति यत् निति च इति सूत्रेण श अपित् अस्ति अतः तस्य णित्वत् अस्ति अतः तस्य गुणकार्यस्य निषेधः भवति इति तु जानीमः. तर्हि नित् कित् नित् प्रत्ययः अस्ति चेत् अन्य अन्य कार्याणि कानि कानि सन्ति इति वयं पश्यामः. यथा दिवादिगणे अस्माभिः दृष्टं तथा अत्र अपि अस्ति. एकं कार्यमस्ति यथा यदि मूलधातु अनिदित् अस्ति, नाम मूलधातौ ह्रस्व इकारस्य इत् संज्ञा नास्ति, तत्र यदि उपधायां नकारः अस्ति तस्य लोपः भवति कित् नित् प्रत्ययपरे. तर्हि एतत् सूत्रम् अस्माभिः दिवादिगणे अपि पठितम्, अनिदितां हल उपधाया निति. तत्र किम् अस्ति, कित् नित् सूत्रं कित् नित् प्रत्ययपरे अनिदित् धातोः उपधायां स्थितस्य नकारस्य लोपः भवति इति अस्ति. तर्हि यथा अस्माभिः दिवादिगणे अपि बहूनि उदाहरणानि अस्माभिः पठितानि. तर्हि परन्तु किम् अस्ति अत्र तुदादिगणे एकं विशिष्टवार्तिकम् अस्ति येन यत् नकारलोपः भवति तत् पुनः आगच्छति. तर्हि तस्य वार्तिकम् अस्ति, अग्रे वयं पठामः अपि, शे त्रिम्फादीनां नुं वाच्यः इति. तर्हि वाच्यः इत्युक्ते वाच्य इत्यनेन वयं जानीमः यत् इदं वार्तिकमस्ति. तत्र इति अस्ति, सूत्रं नास्ति, वार्तिकमस्ति. तत्र शे त्रिम्फादीनां नुम् नाम शे इत्युक्ते किं, श इति विकरणप्रत्ययस्य सप्तमी विभक्ति. तर्हि श विकरणप्रत्ययः परे अस्ति चेत् त्रिम्फ् आदिधातूनां नुम् इति आगमः भवति, नुम् इति आगमः भवति. तर्हि नुम् इति आगमः किमस्ति, यथा अरुणा महोदया उक्तं, नुम् इति आगमः मित् आगमः अस्ति. अतः मिदच्युन्त्यात् परः इति सूत्रेण अन्तिम अच् वर्णस्य अनन्तरं नुमागमः भवति. तर्हि पठतु, क्रमः कथं भवति, त्रुम्फ् योगः श योगः ति. अत्र श नित् प्रत्ययः अस्ति, अतः अनिदितां हल उपधाया निति इति सूत्रेण त्रिम्फ् इति अनिदित् धातुः अस्ति, तत्र ह्रस्वैकारस्य इति संज्ञा नास्ति. तस्य उपधायाम् अपि नकारः अस्ति, अत्र मकारः यत् अस्ति तत् अस्माभिः पठितं, वस्तुतः नकारः अस्ति. तदनन्तरं नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णः इति सूत्रेण मकारः भवति, परन्तु वस्तुतः नकारः एव अस्ति. तर्हि त्रुम्फ् योगः श इति मकारस्य प्रथमं तु लोपः भवति, तद्भवति त्रफ् योगः अ योगः ति. इदानीं दिवादिगणे अस्माभिः दृष्टं यत् किमपि इदानीं किमपि नूतनकार्यं न भवति, केवलं वर्णमेलनं भवति. परन्तु दादिगणे नूतन वार्तिकमस्ति, शे त्रिम्फादीनां नुं वाच्यः इति सूत्रेण शे नाम श प्रत्ययपरे त्रुम्फ् आदिधातूनां नुम् आगमः भवति. तर्हि अत्र श इति अस्ति, अतः श परे त्रुफ् मध्ये पुनः नुम् आगमः भवति. अतः नुमागमः भवति, नुम् कुत्र भवति, अन्तिम अच्वर्णात् परं. तर्हि अत्र एकमेव अच्वर्णः अस्ति रु, तस्य अनन्तरं नुम् आगमति तृ न फ. तत्र पुनः नकारस्य नश्चापदान्तस्य झलि अनुस्वारस्य परसूत्रेण नकारस्य मकारः भवति. तर्हि त्रुम्फ् ति, अतः पुनः भवति त्रुम्फति. नाम अनिदितां हल उपधाया निति शे त्रिम्फादीनां नुं वाच इति यदि वयं आहत्य यदि वयं पठामः तर्हि त्रुम्फ् आदीनां धातूनां कृते अनिदितां फल उपधायामिति इति सूत्रस्य किमपि परिणामः न दृश्यते, यदस्ति तदेव वर्णमेलनं भवति इति. सर्वे आगच्छन्ति वा? महोदय, अनिदितां फल उपधाय किमिति सूत्रं वा परिभाषा वा महोदय? सूत्रं सूत्रं सूत्रम् महोदय. इदानीं तु त्रिम्फ् आदीनां धातवः अस्ति, कुत्र प्राप्नुमः क्रमः कः इति? त्रिम्फ् आदीनाम् इत्युक्ते किं? धातुपाठे यत् त्रिम्फ् तत्र धातु अस्ति, तं सः तं धातुम् आदि गृहीत्वा यद् अस्ति अग्रे धातवः ते धातुदादिगणि धातवः. न, धातुपाठ अस्ति, बृहद्धातु कुसुमाकरः अस्ति, वाट् डु वि कन्सिडर्? धातुपाठ इत्युक्ते तर्हि धातुपाठे तत्र त्रिम्फ् धातु अस्ति, तत्र तत् त्रिम्फ् आदि इत्युक्ते त्रिम्फ् यत् यस्य आदि अस्ति ते ते ते धातवः. तर्हि अत्र तुदादिगणे यत्र त्रिम्फ् धातु अस्ति तस्य अग्रे ये धातवः सन्ति यत्र यत्र नकारलोपः भवति वा महोदय? हा, यत्र नकारलोपस्य प्रसक्तिः भवितुं शक्नोति ते सर्वे धातवः. नाम इदं सूत्रं किं करोति, अनिदितां हल उपधायानिति इदं वार्तिकं किं करोति, अनिदितां हल उपधायानिति इति सूत्रेण यत्र यत्र तुदादिगणे अत्र त्रुम्फ् आदि यत्र यत्र नकारस्य लोपः भवति इदं सूत्रम् आगत्य वदति तत् पुनः आकरोतु, पुनः करोतु. तर्हि धातुपाठे किमपि इति लिखितं नास्ति, अस्तु इति एषः एते धातवः त्रिम्फ् आदि धातवः सन्ति, एतं किमपि नास्ति खलु, तत्र केवलं धातवः सन्ति. तत् अस्माभिः द्रष्टव्यं यत् त्रिम्फ् कुत्र अस्ति, तत्र आदि के के धातवः सन्ति इति. परन्तु किमस्ति, ये वैयाकरणाः सन्ति तत्र पुनः पुनः पठित्वा ते जानन्ति, अस्तु इति त्रिम्फ् आदिगणः अस्ति. मम प्रश्नः अस्ति, तुदादिगणः इति भवती कथं जानाति? तुदादिगणः इत्युक्ते किं? तदपि प्रश्नः, समानप्रश्नः अस्ति खलु, तत्र शे अस्ति खलु. न, सर्वं त्यजतु. तुदादिगणे धातवः के के सन्ति इति कथं जानीमः? ओ अस्तु, तथैव अस्ति. अत्रापि तुद् अस्ति, तस्य अग्रे ये धातवः सन्ति तत्रापि किमपि सम्यक् रीत्या लिखितं नास्ति, ओ एष एषः तुदादिगणः, एषः भवादिगणः. तद् प्रत्ययं दृष्ट्वा अभ्यासं कृत्वा वयम् आह्वयामि, नाम वयं गेस् गेस् अथवा इन्फर् कर्तुं शक्नुमः. भाष्यमध्ये स्यात् किल महोदय? किं महोदय? भाष्यं मध्ये ये सर्वे प्रसर्यति किल, न वा? अस्तु, पाणिनिना कृतं अष्टाध्यायी इत्यस्य भाष्यं मध्ये प्रत्येकगणस्य लिखितमस्ति वा? अस्ति वा? अहं न जानामि, परन्तु प्रायः एतद् इन्फर् कृत्वा एव ज्ञातुं शक्नुमः, अस्तु तुदादिगणः अस्ति, भवादिगणः अस्ति न, अथवा रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः, ओ अत्र अस्य रूपम् एतादृशम् अस्ति अतः तत् तुदादिगणे अस्ति यथा. परन्तु यथा जानामि तत्र अत्र किमपि लिखितं नास्ति अत्र धातुपाठे. अहं इदानीं तु अष्टाध्यायी पश्यामि, ऐ काण्ट् फैण्ड् त्रुम्फ्. तत् वाच्यमस्ति महोदय, सूत्रं नास्ति. धातु त्रम्प् धातु नास्ति. पुटसङ्ख्या बृहद्धातु कुस्माकारे पुटसङ्ख्या 524. तृम्फ् इत्युक्ते तृप्तौ, तृप्तहोण, सन्तुष्टहोण, एतत् सर्वम् आगच्छति अत्र. तृम्फ् तृप्तौ अन्यरूपमस्ति तृप्तौ इति, परन्तु अलौकिकधातु इति अहं मन्ये तृम्फ्. अस्तु अत्र महोदय, लौकिकधातु, लौकिकधातु तृप्तौ अष्टाध्यायी सन्तुष्टोण, एतत् सर्वम् आगच्छति. To be satisfied, to please, to be satisfied. अत्र अस्ति महोदय, सुदादिगणे परस्मैपदी पुटसङ्ख्या 524 अस्ति. अस्ति आन्लैन् अपि अस्ति न महोदय. अष्टाध्यायी 06 सङ्ख्या का? 06 0031. अहम् अष्टाध्यायी डाट् काम् मध्ये पश्यामि, तत्र अस्ति त्रिं. तत्र तस्य वस्तुतः तस्य मूलधातुः अस्ति तृन्फ, तत्र अकारस्य लोपः भवति, उपदेशे अजननासिक इति. अस्तु तर्हि इति एकमस्ति. तदनन्तरमस्ति सम्प्रसारणं, तदपि अस्माभिः पठितम् अत्र द्विवादिगणे. कित्नीत् प्रत्ययस्य कारणात् यत्र सम्प्रसारणं भवितुं शक्नोति तत्र सम्प्रसारणं भवति. ग्रहीजा वै व्यधि वष्टि इति सूत्रमस्ति. तत्र व्रश्च इति सूत्रमस्ति. तत् व्रश्च इति, व्रश्च इति धातुः अस्ति सुदादिगणीयधातुः. तत्र व्रश्च योगः श, अत्र रेफस्य स्थाने ऋकारः आगच्छति, सम्प्रसारणं वृश्चति इति भवति. तर्हि नित्प्रत्ययः अस्ति, अतः त्रीणि कार्याणि भवन्ति, गुणनिषेधः, नुम् अनेतां धातूनां कृते नुम् तस्य लोपः न वा इति, तदनन्तरं सम्प्रसारणम्. अस्तु अग्रे पश्यामः. विजी महोदय अग्रे पठतु. ध्येयं यत् द्विवादिगणे ध्येयं यत् द्विवादिगणे सुदादिगणे च यद्यपि उभयत्र विकरणः अपि तथापि सर्वत्र तयोः कार्यं समानं नास्ति, भेदाः सन्ति. यतोहि ह्यन् अत्र य हलादिः अपित् प्रत्ययः, ष अजादि अपित् प्रत्ययः. हलादि अजादि भेदात् कार्ये भेदाः सन्ति, परन्तु उपरितननियमत्रयं सार्वत्रिकं, नाम कित् नित् प्रत्यये परे येषां त्रयाणां कार्यं भवति एव. एष त्रिषु नियमेषु गुणनिषेधः, इन् लोपः, सकारस्य लोपः, सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादि भेदात् न कोऽपि प्रभावः. अग्रे कुत्र द्विवादिगणे सुधादिगणे च विकर्णप्रत्यय तु अपित् भवति, स्यन् क्ष इति सुधादिगणेश द्विवादिगणे स्यन्, य इति अवशिष्टं द्विवादिगणे, श इति अ इति सुधादिगणे. यतोहि यद्यपि अपित् भवति सर्वत्र तयोः कार्यं समानम् इति नास्ति, भेदः अपि अस्ति. ष्यन् य हलादि, अत्र हलादि द्विवादिगणे हलादि प्रत्यय, सुधादिगणे अजादि प्रत्ययः, उभयोः अपित् अस्ति. अपित् प्रत्ययकारणेन गुणनिषेधकम् अपि अस्ति. त्रिषु कार्येषु अत्र प्रसक्तिः अस्ति, किम् इत्युक्ते गुणनिषेधः नकारः लोपः तदनन्तरं सम्प्रसारणम् इति वयं दिवादिगणे अपि सम्प्रसारणं कार्यविषये चर्चितवन्तः प्रत्ययस्य फलादि अजादिभेदात् न कोऽपि प्रभावः इति त्रिषु त्रिषु नियमेषु कोऽपि भेदः नास्ति परन्तु भेदः अस्ति किल तर्हि एतानि त्रीणि सूत्राणि यानि सन्ति कार्याणि सन्ति तत्र तस्य निमित्तं केवलं नित् कित् नित् प्रत्ययः अस्ति फलादि प्रत्ययः अस्ति नो चेत् अजादिप्रत्ययः अस्ति किमपि तस्य निमित्तं नास्ति अतः दिवादिगणे अपि त्रीणि कार्याणि भवन्ति प्रत्ययस्य नित्वात् तुदादिगणे अपि त्रीणि कार्याणि भवन्ति प्रत्ययस्य नित्वात् परन्तु यत्र यत्र कार्यस्य निमित्तं हलादि नो चेत् अजादि अस्ति तत्र दिवादिगणे भिन्नं कार्यं भवति तुदादिगणे भिन्नं कार्यं भवति यतोहि दिवादिगणे यत् विकरणप्रत्ययः अस्ति य तत् हलादि अस्ति परन्तु सुदादिगणे यत् विकरणप्रत्ययः अस्ति अ तत् अजादि अस्ति तर्हि अजादि अपि प्रत्ययानां कृते यत् कार्याणि सन्ति ते सुदादिगणे भवन्ति हलादि अपि प्रत्ययानां कृते ये कार्याणि सन्ति ते दिवादिगणे भवन्ति तर्हि हलादि अजादि इति आधारेण भेदः भवति परन्तु हितनित् इति नित्वात् भेदः न भवति यतोहि उभौ अपि उभौ प्रत्ययौ नित्वत् स्तः अतः तत्र सम्प्रसारणं गुणनिषेधम् इति तस्य किमपि भेदः नास्ति भेदः नास्ति अस्तु अग्रे पठतु महोदय एकनिमिष तत्र तृतीयसोपानम् अस्ति खलु तत्र वृश्च अस्ति तत्र रेफः अस्ति रेफस्य ऋकार भवति किम् आम् यन् अस्तु क्षम्यताम् यन् प्रत्याहारस्य इक् भवति अस्तु क्षम्यताम् पठतु किन्तु अन्यत्र हलादि अजादि भेदेन कार्ये भेदः यद्यपि कार्ये कित् ञित् इति प्रसङ्गः अस्ति परन्तु सूत्रेषु हलादिपरे अजादिपरे इति कुत्रचित् उक्तं यथा प्रत्येकः हलादिः कित् ञित् चेत् हलि च इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति दिवादिगणे ष्यन् हलादिः अतः इदं कार्यं भवति जृयोगः य जिर्योगः य जीर्य जीर्य जीर्यति इति सुधातौ ष अजादिः अतः न भवति अन्यत्र प्रत्ययः अजादिः कित् नित् चेत् इव भवति यथा अचि स्नुधातु ब्रुवां योर् यङ् वङौ इति सूत्रेण अचि किति निति परे इकारान्त उकारान्तधातुः अपि अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयाङ् उवाङ् आदेशः भवति रि योगः अयोगः ति ऋ योगः इ अ ति रियति दिवादोष्यन् हलादिः अतः इदं कार्यं न सम्भवति अत्र भेदः किम् इति लिखितं हलादि प्रत्ययपरे एकः विशिष्टसूत्रमस्ति हलि च इति हलादि किम् इत् प्रत्ययपरे हलि च इति सूत्रस्य प्रसक्तिः अस्ति वदति रेपान्तानां वकारान्तानां च च धातूनाम् उत्पधायां स्थितः इक् वर्णः दीर्घो भवति इति. अत्र दिवादिगणे हलादिप्रत्यय य इति, अत्र हलिच इति सूत्रस्य प्रसक्तिः अस्ति. अतः उदाहरणरूपेण जृयोगः य प्रत्यय, अत्र हलिच इति सूत्रेण ऋ इति ऋ भवति. दीर्घः भवति इति सूत्रेण एवं जीर्यति इति अन्तिमरूपं भवति. तुदादिगणे अ श इति अजादि प्रत्यय भवति. अतः हलिच इति सूत्रस्य प्रसक्तिः अत्र नास्ति. इतो अन्यसूत्रः अस्ति अचि स्नुधातु भ्रुवां योर्यङ्गो इति सूत्रम् अत्र प्रसक्तिः अस्ति. तत् सूत्रं वदति इकारान्त उकारान्तधातुरूपी अङ्गस्य इकारस्य उकारस्य स्थाने इकारस्थाने उवङ् उकारस्थाने उवङ् आदेशः भवति. उदाहरणं रियोगः आयोगः धि इर् इ योगः अयोगः ति रियति इति दिवादिगणे प्रत्ययसूत्रं किम् इत्युक्ते अजादिप्रत्यय. अतः एतत् सूत्रं प्रसक्तिः अस्ति, हलिच इति सूत्रस्य प्रसक्तिः अत्र नास्ति इति एव भेदः. महोदय सम्यक्. तर्हि यत्र यथा महोदय उक्तं, मया अपि उक्तं, यथा यत्र हल् आदि अजादि इति कारणात् यत्र यत्र भेदः अस्ति तत्र तत्र तादृशं भेदः दिवादिगणे द्वादिगणे दृश्यते. तर्हि उदाहरणमस्ति हलि च इति अस्माभिः दिवादिगणे पठितं. दिवादिगण्यधातुः अस्ति यत् रेफान्तवकारान्तधातुः अस्ति चेत् तस्य उपधायां ह्रस्व इक् वर्णस्य दीर्घः भवति यदि हलादिप्रत्ययः परे अस्ति. तर्हि अस्माभिः उदाहरणं पठितं खलु जृयोगः य. अतः सर्वप्रथमं ऋत इति धातोः इति सूत्रेण ऋकारस्य ई भवति, उरण्परः इत्यनेन जिर्योगः य भवति. तदनन्तरं जिर् इति रेफान्तधातुः अस्ति अतः तस्य इकारस्य उपधायाम् इकारस्य जीर् इति भवति, यतोहि य इति हलादिप्रत्ययः अस्ति अतः जीर्यति इति भवति. तर्हि अत्र इकारस्य दीर्घत्वस्य कारणमस्ति तस्य निमित्तमस्ति तस्मात् परं हलादिप्रत्ययः य. अतः हलि च इति सूत्रेण तत् कार्यं भवति. तत् परन्तु तादृशं कार्यं तुदादिगणे न भवितुं शक्नोति यतोहि तुदादिगणे यत् प्रत्ययः अस्ति अ अस्ति विकरणप्रत्ययः, तत् अजादि अस्ति. अतः एतादृशं कार्यं यत्र इकारस्य दीर्घत्वं भवति तत् तुदादिगणे न भवितुं शक्नोति इति एकः भेदः अस्ति. यद्यपि ष्यन् श च नित् प्रत्ययौ स्तः तथापि हलादि अजादि भेदेन हलि च इति सूत्रेण यत् कार्यं भवति दिवादिगणे तत् तुदादिगणे न भवति. तथैव अजादित्वेन यत् कार्यं तुदादिगणे भवति तत् हलादिगणे दिवादिगणे न भवति. तर्हि एकं सूत्रमस्ति अचिष्णु धातु ब्रुवां युवोर्यङ् वङ्गौ इति सूत्रेण कित्नित् प्रत्ययपरे इकारान्त उकारान्तानां धातूनां इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति भवति. परन्तु अत्र मुख्यनिमित्तमस्ति लिखितमस्ति खलु अचि. तर्हि अजादिप्रत्ययपरे अस्ति चेदेव इदं कार्यं भवति. अतः तुदादिगणे एतत् कार्यं भवति, वयम् अग्रे पठामः. परन्तु दिवादिगणे एतत् कार्यं न भवति, यतोहि दिवादिगणे प्रत्ययः हलादि, तर्हि हलादित्वेन अजादित्वेन कार्यभेदः भवितुं शक्नोति सुदादिगणे दिवादिगणे, यद्यपि उभयत्र विकरणप्रत्ययः अभिनीतवत् अस्ति इति. सर्वे अवगच्छन्ति वा? अग्रे पठामि. अस्तु महोदय, अग्रे पठतु. अन्यानि अन्यानि कित् ङित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते. अग्रे पश्यामः. अधुना धन्यवादः. अस्तु, विजया महोदय पठतु. आं जि, अधुना सुदादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम्. सुदादिगणः प्रथमधातुगणसमूहः. समूहे नाम अस्मिन् गणे अङ्गसर्वत्र अदन्तं. श प्रत्ययस्य शकारस्य इत् संज्ञा लष्टत्वतद्धिते इति सूत्रेण, अनन्तरं तस्य लोपः इति इत्यनेन तस्य लोपः इत् अवशिष्यते. तुदादिगणीयः धातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते आ इति विकर्णसम्बद्धः अकारः भवति एव. यथा लिक् योगः आ लिक इति आगच्छति. अग्रे पठतु. इदं सर्वं जानीमः यतः सुदादिगणे अपि प्रत्यय अ अस्ति, अतः अङ्गम् अदन्तम् अस्ति. अतः अदन्तानाम् अङ्गानां कृते तिङ्गप्रत्ययानां सिद्धिः यथा भवति तद् अत्र अपि भवति. यथा भवादिगणे भवति अत्र अपि भवति. अस्तु अग्रे. पूर्वमेव अस्माभिः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्गेषु तिङ् प्रत्ययाः साधिताः. पूर्वतनपाठे अदन्ताङ्ग तिङ् प्रत्ययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना तुदादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायते. अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निमित्तं ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययः के, अपि च अङ्गं तिङ्प्रत्ययः संयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता. तथैव एकवारम् वयं जानीमः सुदादिगणे अङ्गं कथं निष्पद्यते. एकवारम् अदन्तम् अङ्गं हस्ते अस्ति, तदनन्तरं तिङ्प्रत्ययस्य सिद्धिः तु अस्माभिः पूर्वमेव दृष्टम्. तदनन्तरं सिद्धतिङ्प्रत्ययः अङ्गस्य योजनं कथं भवति इदमपि अस्माभिः दृष्टम्. तर्हि एकवारम् अङ्गम् अस्ति चेत् तिङन्तरूपं कथं भवति इति वयं जानीमः एव. अस्तु अग्रे. पूर्वमेव एकवारं सुदादिगणे चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम. तदा एवमेव अग्रे कस्यचित् अपि धातोः अदन्ताङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते. अत्र दृष्टान्ते परस्मैपदे छल् धातुः अङ्गमस्ति. छल् योगः शकारः श एव तत्र, इत्युक्ते तत्र चल इति अङ्गं भवति. तत्र लटि सिद्धप्रत्ययः सीतः अन्ति सीतकत्त मी वहमः. तत्र लट् लकररूप तिङन्तरूपाणि किम् अस्ति चेत् चलति चलतः चलन्ति, चलसि चलतः चलत, चलामि चलावः चलामः. अनन्तरं लोटि सिद्धप्रत्ययः तूतात् तामन्तु शून्यं, तात् तं त आनि आव आम. तत्र लोटि लकारे तिङन्तरूपाणि चलतु चलतात् चलतां चलन्तु, चल चलतात् चलतं चलत, चलानि चलाव चलाम. अनन्तरं लङ्गि सिद्धप्रत्ययः इत् ताम् अन्नम् इस् तं त अम् व म तत्र लङ् लकारे तिगन्तरूपाणि अलच् अचलत् अलच् अचलताम् अलच् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम तत्र विधिलिङ्ग सिद्धतिङ् प्रत्ययाः इत इतां युः इहि इतम् इत इयम् इव इम तत्र विधिलिङ्गकारे तिगन्तरूपाणि चलेत् चलेतां चलेयुः चलेः चलेतं चलेत चलेयं चलेव चलेम एतत् सर्वं परस्मैपदी धातुः अनन्तरं सुदादिगणे सुदादिगणे आत्मनेपदी अस्तु तर्हि धन्यवादः महोदय. अत्र परस्मैपदधातूनां कृते अस्माभिः दृष्टम् एकवारं चल इति अङ्गम् अस्माकं हस्ते अस्ति. तदनन्तरं रूपं तु वयं जानीमः एव, यतोहि अस्माभिः पूर्वमेव पठितम् अदन्तानाम् अङ्गानां कृते सिद्धतिङ् प्रत्ययाः के सन्ति, योजनं कथं भवति. अस्तु तर्हि अग्रे सुमन् महोदय पठतु आत्मनेपदी. आं महोदय, क्षम्यतां, श्रूयते किम् इदानीं? क्षम्यताम्, इदानीं तु आत्मनेपदे सुदादिगणे आत्मनेपदे मृङ् धातु. कुत्र अस्ति महोदय? क्षम्यताम्. अत्र परस्मैपदी धातु पठ विजया महोदय पठितं खलु, चले चल् धातु, चल् धातु कृते. तुदादिगणे आत्मने पदे मृङ् धातुः प्राणत्यागे अङ्गम् प्राणत्यागे अङ्गम् अस्ति मृ मृ योग श म्रिय भवति. इदानीं लटि सिद्ध सिद्धप्रत्ययः ते इते अन्ते से इथे द्वे ए वहे महे लट् लकारे तिङन्तरूपाणि म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियावहे म्रियामहे. लोटि सिद्धप्रत्ययाः सन्ति ताम् इताम् अन्ताम् स्व इथाम् द्वम् ए आवहै आमहै म्रियताम् म्रियेताम् म्रियन्ताम् म्रियस्व म्रियेथाम् म्रियध्वम् म्रियै म्रियावहै म्रियामहै. लङि सिद्धप्रत्ययाः सन्ति त इताम् अन्त थाः इथाम् द्वम् इ वहि महि. लङ्लकारे तिङ्प्रत्ययरूपाणि सन्ति अम्रियत अम्रियेताम् अम्रियन्त अम्रियथाः अम्रियेथाम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि. विधिलिङ्गसिद्धप्रत्ययाः सन्ति ईत ईयाथाम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि. विधिलिङ्ग लकारे तिङ्गन्तरूपाणि भवन्ति म्रियेत म्रियेताम् म्रियेरन् म्रियेथाः म्रियेथाम् म्रियेध्वम् म्रियेय म्रियेवहि म्रिये महि. अग्रे म्रियेते ओ क्षम्यताम् अहं तत्र द्वितीय यकार न उक्तवती वा म्रियेथाः म्रियेथ याथां म्रियेध्वं म्रियेय म्रियेवहि म्रिये महि अग्रे केवलम् अङ्गं च लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं दीयते ततः चतुर्णां लकाराणां सर्वाणि रूपाणि ज्ञायन्ते अस्तु धातवः चतुर्दश विधाः इत्यस्माभिः पूर्वम् एव ज्ञातम् अजन्तधातवः अन्यक्रमेण आयोजिताः हलन्तधातवः उपधा क्रमेण विभक्ताः अजन्तधातवः अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः एजन्ताः च हलन्तधातवः अदुपधाः इद् उपधाः उद् उपधाः ऋद् उपधाः शेषधातवः च इति तर्हि अनेन अयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते तदा विशेषधातूनां कार्याणि सूच्यन्ते एतत् सर्वम् अस्माभिः पठितम् अधुना केवलम् अस्माकम् एकमेव कार्यमस्ति अङ्गं कथं निष्पद्यते सुदादिगणे एकवारम् अङ्गमस्ति चेत् तिङन्तरूपमपि वयं तस्य निर्माणं कर्तुं शक्नुमः अत्र अङ्गम् अङ्गस्य निर्माणार्थे धातूनां क्रमः भवति अजन्तधातवः हलन्तधातवः अजन्तधातवानां क्रमः भवति अन्तिम अचवर्णस्य आधारेण तर्हि अकारान्त आकारान्त इकारान्त ईकारान्त उकारान्त उकारान्त ऋकारान्त ऋकारान्त एजन्त हलन्तधातूनां क्रमः भवति तेषाम् उपधास्थितवर्णस्य आधारेण अदुपधा नाम अदुपधा इत्युक्ते किम् अकार उपधायाम् अस्ति चेत् न ह्रस्व अकार ह्रस्व अकारः अस्ति चेत् अत् अत् इत्युक्ते ह्रस्व अकारः अत् उपधा तथा एव इन्त् उपधा अस्ति चेत् ह्रस्व इकार उपधायाम् अस्ति चेत् ह्रस्व उकार ह्रस्व ऋकार अनन्तरं शेषधातवः इत्युक्ते आकार ईकार ऊकार उपधायाम् अस्ति चेत् अस्माकं किमपि विशेष न भवति नो चेत् एज् अपि अस्ति चेत् किमपि अन्यम् अस्तु इदानीं प्रत्येकधातुगणस्य कृते नाम अजन्त अकारान्त आकारान्त नाम हलन्त अदुपधायुक्तपद कृते उदादिगणे अङ्गं निर्माणं कथं भवति निर्माणः कथं भवति इति इदानीं पश्यामः अस्तु धन्यवादः महोदय इदानीम् अग्रे धन्यवादः महोदय पठतु महोदय अस्ति वा रघुवीर महोदय सम्यक् श्रुतं महोदय इदानीं श्रूयते वा आम् तुदादिगणः सप्तपञ्चत् पञ्चाशत्योत्तर एकशत धातवः प्रथमबिन्दुः सामान्यधातवः चतुर्दश अधिकशतधातवः येषां धातूनां कृते अङ्गनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनम्। तुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति, अतः एषु धातुषु न कोऽपि सामान्यः। हलन्तधातुषु लघु इगुपद उपधधातुः चेत् उगन्तलघुपदस्य च इत्यनेन गुणः, तदा सार्वधातुकमपित् इति च इत्याभ्यां गुणनिषेधः, तदा शेषधातूनां किमपि कार्यं तु न भवति एव। महोदय वदामि वा, महोदय अग्रिमं पठामि वा? पठतु पठतु अग्रे पठतु। अद् उपध अद् उपध अद् उपध महोदय उपध किमर्थम् अद् उपधा धातवः नास्ति वा? अदुपध धातुः अदुपध अदुपध इति विशेषणम् अस्ति, धातोः विशेषणम्। अत उपधायां यस्य सः अदुपधः इति बहुरि, किन्तु तत् दीर्घं नास्ति, ह्रस्व एव। आमा, ओ अदुपध धातवः चत्वारि धातवः, चल् विलसने गच्छति, गतिमान् भवति इति अर्थेन चल् योग श योगः श चल् योगः अकार चल इति अङ्गम्, चल योग योगः ति चलति इति अन्तिमपदं निष्पद्यते। त्वच् संवरणे संवरणे आच्छादनं करोति, त्वच् योगः श त्वच् इति अकारः अवशिष्यते, अतः त्वच् त्वच इति अङ्गं, त्वच योगति त्वचति। ओलजी वीडायां लज्जितः भवति, लज् योग श लज इति अङ्गं, लजयोगति लजयोगति लजति। कड कडमदे अहङ्कारयुक्तः भवति, कड् योगः श कड इति अङ्गं, कड योगति कडति। अत्र कश्चन प्रश्नः उदेति, भ्वादिगणे गण भ्वादिगणः इति सामान्यं, तुदादिगणः इति विशेषः, नाम यत्र अ इति विकरणम् अपि च धातोः व्यवहारः सामान्यः, तत्र स च धातुः पाणिनिना भ्वादिगणे स्थापितः। यदि अ इति विकरणं परन्तु धातोः व्यवहारः सामान्यो न, यथा लिक् धातुः यस्य उपधा गुणो न भवति लिखति, किं भवति पठतु। हलो अस्तु अहं पठामि। तदानीम् एव पाणिनिना सह धातुः तुदादिगणे स्थाप्यते, नो चेत् भवादिगणः इति अविकरण अन्त अङ्गानां सर्वेषां धातूनां पात्रम्। प्रश्नः अयम्, अदुपदधातूनां किमपि विशिष्टं कार्यं न तु न भवति खलु, तर्हि कुतः तुदादिगणे इमे धातवः स्थापितः? अस्य उत्तरम् अग्रे अस्मिन् पाठे प्राप्स्यते। तर्हि अत्र सामान्यधातवः इत्युक्ते यत्र किमपि कार्यं न भवति, केवलं वर्णमेलनं भवति। तर्हि अत्र तुदादिगणे यत्र अस्माभिः पठितम् अदुपदधातवः सन्ति चतुर्धातवः चत्वारः धातवः, तत्र केवलं वर्णमेलनं भवति, किमपि अङ्गकार्यं न भवति। चल् अस्ति, चल् योगः अयोगः ति चलति, केवलं वर्णमेलनं। त्वच् अस्ति त्वचति, लज् अस्ति लजति, कड् अस्ति कडति, अत्र किमपि कार्यं नास्ति खलु, केवलं वर्णमेलनं भवति। अतः अत्र सामान्यधातवः इति कथ्यन्ते इति लिखितं। तर्हि अत्र प्रश्नः भवति, एते धातवः सन्ति, अत्र विकरणप्रत्ययः अ अस्ति, किमपि विशिष्टकार्यमपि नास्ति, तर्हि किमर्थं पाणिनिना एते धातवः भवादिगणे न स्थापिताः? अस्माभिः पूर्वं पठितं खलु, यत्र सुदादिगणे केवलं तादृशधातवः स्थापिताः यत्र विकरणप्रत्ययः अ अस्ति, परन्तु किमपि विशिष्टकार्यं भवति। अत्र उदाहरणमस्ति लिखति, लिखति रुदादिगणे स्थापितं यतोहि पाणिनि कथयितुम् इच्छति यत् लिख् मध्ये गुणकार्यं मा करोतु, उगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं मा करोतु, अतः तेन लिख् इति धातुः भवादिगणे न परन्तु तुदादिगणे स्थापितं स्थापितः। परन्तु यत्र किमपि विशिष्टकार्यं नास्ति, विकरणप्रत्ययः अपि अ अस्ति, तर्हि किमर्थं सः धातुः तुदादिगणे कृतं? नाम चल्, त्वच्, लज्, कड् अत्र किमपि विशिष्टकार्यं नास्ति, अतः किमर्थम् एते धातवः भवादिगणे न स्थापिताः इति कस्य प्रश्नः भवितुं शक्नोति? तर्हि तस्य तस्याः शङ्कायाः निवारणम् अग्रे भवति इति अस्ति, परन्तु प्रश्नः तु भवितुं शक्नोति यत् सर्वे धातवः भवादिगणे स्थापयन्तु, परन्तु ये विशेषधातवः सन्ति यत्र विशिष्टकार्यं भवति तत् तुदादिगणे, अतः यस्य धातुः यस्मिन् धातोः विशिष्टकार्यं नास्ति तस् किं प्रयोजनं तुदादिगणे तस्य स्थापनस्य? अस्तु इति अस्ति प्रश्नः, अस्ति वा कस्यापि? पुनः वदतु महोदय, तुदादि लिख् धातु भवादिगणे अपि अस्ति वा? न, भवादिगणे अपि इति नास्ति, लिख् धातु लिखति इति भवति, लिख् धातु भवादिगणे किमर्थं न स्थापितं, किमर्थं तुदादिगणे स्थापितं? यतोहि पाणिनि तस्य आशयं तस्य प्रयोजनं भवति यत् लिख् मध्ये उपधायां गुणं मा करोतु, लेखति इति मा करोतु, अतः तेन तुदादिगणे इति विशिष्टगणे धातुः तेन स्थापितः, यथा यत्र गुणकार्यं न भवति। भवादिगणे गुणकार्यं भवति खलु, पुगन्तलघुपदस्य च इति, लिखति मध्ये तादृशं कार्यं मा भवेत्, अतः तेन सुदादिगणे धातुः स्थापितः इति कस्यापि तत् तर्कः भवितुं शक्नोति। परन्तु यस्मिन् धातोः किमपि कार्यं नास्ति, यथा चल् मध्ये चलति भवति, त्वच् मध्ये त्वचति भवति, किमपि कार्यं नास्ति, गुणं न वृद्धिः न सम्प्रसारणं किमपि विशिष्टकार्यं नास्ति, सः धातुः किमर्थं भवादिगणे न स्थापित इति? धन्यवादः। तर्हि तद् अग्रे वयं पश्यामः तस्य किमस्ति, तस्य किमपि अन्यप्रयोजनमस्ति वा न वा, किं कारणं भवितुं शक्नोति? अस्तु तर्हि इदानीम् अग्रे गच्छामः। अधुपदधातूनां कृते अस्माभिः दृष्टं किमपि कार्यं नास्ति, केवलं वर्णमेलनं, चलति, त्वचति, त्यजति, कडति। इदानीम् इदुपधातूनां कृते किमपि कार्यम् अस्ति न वा इति वयम् अग्रे पश्यामः। अस्तु मदर महोदय पठतु। आम् महोदय, इदुपदा दातवः आम् धातवः येषां लघुपदा ईकारस् त्रयोविंशतिः धातवः येषां लघुपदा इकारस्य गुणो न भवति, अतः सुदादिगणे पाणिना इमे धातवः स्थापिताः। अत्र गुणः न भवति अपि इति कारणेन गुणः न भवति इद् उपदाया लिक् अक्षरविन्यासे लिक् योगः श लिक् योगः लिक् इति अङ्गं लिक योगः इति लिखति। अत्र महोदय पुगन्तलघुपदस्य च इति सूत्रेण लेखति किमर्थं न भवति? अपि अस्ति महोदय, अत्र नित्वत् भवति केन सूत्रेण? सार्वधातुकमपि. तदनन्तरं केन सूत्रेण नित्वत् अस्ति चेत् गुणं न भवति? गुणनिषेधसूत्रं सम्यक् अस्तु. अग्रे वयचलनयोः आपाद्ग्रस्तं करोति नाम वाययति. आपद्ग्रस्तः भवति नाम भयम् अनुभवति. ब्रिज् विज इति विज इति अङ्गम् उद् विजति. अत्र तत्र उपसर्गसहितमस्ति उद्विजते, परन्तु केवलं धातुः अस्ति चेदपि विजते इति भवति. अत्रापि अत्रापि गुणनिषेधः भवति, वेजते न भवति, विजते भवति. अग्रे ओ इति महोदय उपसर्गं वा? ओ अत्र मूलधातुः अस्ति, तत्र उपसर्गे उपदेशे अजनानासिक इति सूत्रेण तस्य लोपः भवति. अग्रे आदमपि लोपः भवति वा महोदय? उपदेशे कुत्रापि भवति. विधाने क्रमेण आयोजयति. विद् विदति. शिप् प्रेरणे प्रेषयति. शिप् क्षिपति क्षिपते. अभिप्रत्यया प्रत्ययतिभ्यः क्षिपः इत्यनेन अभि प्रति अति इति उपसर्गाः पूर्वं चेत् परस्मैपदि एव अयं धातुः. अभिक्षिपति प्रतिक्षिपति अतिक्षिपति. क्षिप् धातु अत्र यदि उपसर्ग अपि वा प्रति अति इति उपसर्ग आयाति चेत् परस्मै पदे एव भवति. अभिक्षिपति टिप् क्षेपे प्रेषयति. टिप् टिपति. ट्रिप् कथ्यन् कर्तनयुद्ध निन्दा हिंसादीनेषु युद्यते इत्यादिकं. रिप् रिपति. किल क्रीडनयोः. श्वेतः भवति क्रीडति. किल किल् किलति. तिल् स्नेहेन स्नेहः भवति. ग्रीसि आयि. तैलम् आदयति आददाति आचरति. तिल् तिलति. चल् वसने वस्त्रं शरीरे स्थापयति. चिल् चिलति. मिल् स्वप्नक्षेपनयोः निद्रां करोति प्रेषयति. इल् इलति. विल संवरणे छिद्रं करोति भङ्गं करोति आच्छादयति. विल् विलति. बिल् भेदेन छेदयति भागे भागे विभागं करोति. बिल् बिलति. निल् गहने कठिनतया बोधयति. निल् निलति. हिल् भावकरणे हिल् हिलति. मिल् सङ्गमे मिल् मिलति. शिल् उच्चे शिल् चिलति. शिल् उच्चे शिल् चिलति. दिश् अति सर्जने दिश् दिशति दिशते. रिश् रिश हिंसायां रिश् रिशति. लिश गतौ लिश् लिशति. विश् प्रवे विश् प्रवेशने विश् प्रवि विशति. नेर्विषः इत्यनेन नि उपसर्गपूर्वकः विश् धातुः आत्मनेपदी निविशते विशति इयण्टस् निविशस्ते इयण्टस् इन् अत्र उक्तं यत् नि उपसर्गः भवेत् नो चेत् परस्मैपदे एव मधुनि विशन्ति भ्रमराः अत्र नि इति सप्तमी विभक्त्याकं न तु उपसर्गः अस्तु विशति किं विशति अन्तिमम् अन्तिमस्थले न आयाति किल महोदय किं मधुनी इत्यस्य अत्र नी इति सप्तमी विभक्त्यान्तम् इति लिखितं यतोहि नी इति उपसर्गः चेत् प्रिफिक्स् किल न अत्र विष मधुनी सप्तमी अस्ति मधुनी इति पदं विशन्ति अन्यपदं न तु उपसर्गः इति लिखितं किल अत एव अत्र किमपि नास्ति सप्तमीभक्ति एव अस्तु प्रश्नः अस्ति वा तस्यापि उञ्चे इत्युक्ते किं महोदय उञ्चवृत्ति तथैव उञ्चवृत्तिः भजन् पीपल् उञ्चवृत्ति नो एतत् भवती जानाति एव उञ्चवृत्ति भवती जानाति एव अत्र किम् अर्थम् इति अहं पृच्छामि नो चेत् नो प्राब्लम् विल् सी तत्र डिक्षनरि मध्ये शब्दकोशे दृष्टे अस्तु तर्हि अत्र किमस्ति मुख्यविषयः अस्ति उपधायां ह्रस्व इकारः अस्ति तस्य गुणं न भवति गुणः न भवति निति च इति सूत्रेण भवति न गुणः न भवति अस्तु कस्यापि अन्यप्रश्नः अस्ति वा इदुपधधातूनां कृते नास्ति जि अस्तु अग्रे पश्यामः उदुपदधातवः अत्रापि पुनः किमपि कार्यं न भवति यतोहि गुणकार्यं निषिद्धं भवति तर्हि मीना महोदय पठतु उदुपद उदुपदधातवः पञ्चपञ्चाशत् धातवः व्यथने पीडनं करोति दुःखं प्रापयति तुद् योगः श तुद इति अङ्गं तुद योगः ति तुदति कुच् कुच् कुच् गुज गुज् रुचो रुच् भुज भुज् कुट कुट् पुट पुट् स्फुट स्फुट् मुट मुट् तुट तुट् छुट चुट् च्युट च्युट् जुट जुट् इत्यादयः पञ्चपञ्चाशत् धातवः एते धातवः लोके अप्रसिद्धाः उदयन प्रसिद्धः नास्ति तावत् प्रसिद्धः नास्ति परन्तु स्फुटति इति अस्माभिः पठितं कुत्रापि परन्तु सम्यक् सत्यं प्रसिद्धः नास्ति परन्तु अत्रापि मुख्यविषयम् उकारस्य गुणं न भवति ऋदुपदधातवः एकविंशदातवः सृज विसर्गे सृष्टिं करोति रचयति सृज् योगः श सृज् योग सृज् योगः अ सृज इति अङ्गं सृज योगः इति सृजति महोदय अत्र यदि सृज् धातु भवादिगणे भवेत् तर्हि तस्य रूपं कथं भवति सर्जति सर्जति स्पृश संस्पर्शने स्पर्शं करोति स्पृश् योगः श स्पृश् योगः स्पृश इति अङ्गं स्पृश योगः इति स्पृशति कृश विलेखने कृषिकार्यं करोति, कृष्योगः ष, कृष्योगः अ, कृष् इति अङ्गं, कृषयोगः ति, कृषति. ऋच् ऋच् कृत कृद् कृद् कृत कृद् मृद मृद् पृथ पृद् पृण पृण् मृण मृण् मृण मृण् श्रुति श्रुत् इत्यादयः एकविंशतिः दातवः. अत्रापि किमपि न भवति, गुणकार्यं न भवति, गुणकार्यं न भवति इति च इति सूत्रेण, केवलं वर्णमेलनम्. अस्तु, अग्रे शेषधातुः. अस्तु, अन्य कोऽपि अरुणा महोदय पठतु. महोदय, शेषधातवः दशधातवः सन्ति. चर्च परिभ्राषण वर्तसन्नयोः चर्चां करोति, विचार विमर्श करोति. चर्च योगः श, चर्च योगः आ, चर्च इति अङ्गं, चर्च चर्चति, चर्च योगति, चर्चति. उच्ची उच् रुच्च रुच्च रुच्च, मिच् मिच्छ मिच्छ, उच्चि अहं समितं मिच्छ मिच् एव. उच्चि उच्च, उब्ज उब्ज, उच्चि उञ्च अहं समितम् उञ्च उञ्च. कथं भवति उच्चि तस्य उञ्च किमर्थं भवति? नश्च पदान्तस्य न, उचि इति मूलधातु, तस्य लौकिकधातु उञ्च् कथं भवति? ओ, इकार इत्वर्णः अस्ति, ततः वयं पठितवन्तः. सूत्रं किं? निमागमः आगच्छति. सूत्रम् अनिदितां हाल् उपादायां नास्ति. धातु खलु धातु इदित् अस्ति चेत् उपधायां नुम् भवति, तस्य नुमागमः भवति, अतः उचि उञ्च् भवति. तदनन्तरं नकार मौनस्वर भवति, तदनन्तरं यत् मौनस्वरस्य उपरि सवर्णः इत्युक्ते न आगच्छति, भवति. तदनन्तरं नश्चापदन्तस्य झलि अनुस्वारस्य ये परसवर्णं, मौनुस्वारः इति नास्ति, मकारः नास्ति खलु, नकारः अस्ति. पुनः वदतु महोदय. उचि मध्ये नकारः आगच्छति, तस्य अनुच्चापदान्तस्य झडि इति सूत्रेण अनुस्वारः, अनुस्वारस्य ऐ परसवर्णः इति सूत्रेण उञ्च्. नश्चपदान्तेन अनुस्वारः आगच्छति. ओके, उब्ज उब्ज उब्ज, झज्ज झज्ज, झज्ज झज्ज, उज्ज उज्ज, धूर्ण धूर्ण. शेषधातुषु किमपि विशिष्टं गणनिमित्तकं कार्यं न दृश्यते. भवादिगणे सामान्यं, तुदादिगणः विशेषः इति उक्तं पूर्वं. तर्हि किमर्थम् एते शेषधातवः तुदादिगणे सन्ति न तु भुवादिगणे? उत्तरमस्ति यत् अत्रापि विशिष्टं गणनिमित्तकं कार्यमस्ति. आचिर्नद्योर्नुम् इत्यनेन तुदादौ शतरि स्त्रियां नुमागमः वैकल्पिकः अस्ति, यथा बालिका चर्चन्ति गच्छति, बालिका चर्चति गच्छति. यावन्तः दातवः तुदादिगणे सन्ति तेषां सर्वेषां शतरि स्त्रियां नुं विकल्पो भवति. अदुपदा दातवः छल् इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति. येषां धातूनाम् अङ्गम् अदन्तम्, अतः भवादिगणे यदि अभविष्यत् तर्हि स्त्रियां शत्रन्तं रूपं चच्छन्ति इति एव अभविष्यत्. न तु चक्षति इत्थं विशेष्यं सर्वेषां तुदादिगणीयधातूनां कृते प्रवर्तते. किं लिखितम् अत्र लिखितं शेषधातुः दशधातवः सन्ति इति. अत्र किमपि विशिष्टकार्यं गणनिमित्तकार्यं नास्ति, परन्तु किमर्थं भवादिगणे न स्थापितम् इति प्रश्न उदेति. अत्र दत्तम् उत्तरमस्ति यत् अत्र विशिष्टगणननिमित्तकार्यम् अस्ति तुदादिगणे. किमर्थम् आचिर् नद्योर्णुम् इति सूत्रेण तुदादिगणे शत्रु शत्रन्त रूपं स्त्रियां स्त्रीलिङ्गे कर्तुं समये नुमागमः वैकल्पिकः अस्ति. तथा उदाहरणं बालिका चर्चन्ति गच्छति. बालिका चर्चति गच्छति इति द्वे रूपम् अभवत्. यावन्तः दातवः तुदादिगणे सन्ति तेषां सत्तरी शत्रु स्त्रियां नुं विकल्पेन भवति. अत्र भवादिगणे अस्ति चेत् तर्हि स्त्रियां शस्त्रन्तरूपं चर्चन्ति इति न अभवत् ततः अत्र न दत्तम्. तर्हि अत्र प्रश्नः अस्ति अस्माकं खलु पूर्वमपि, यत्र किमपि कार्यं नास्ति चेत् भवादिगणे किमर्थं न? तर्हि तत् सत्यं नास्ति, कार्यं तु भवति. तत् कार्यं शत्रिप्रत्यये द्रष्टुं शक्नुमः. तत्र सुदादिगणे अन्य अपि कार्यमस्ति शत्रिप्रत्ययपरे अस्ति चेत् स्त्रियां नुम् आगमः वैकल्पिकः भवति, परन्तु भवादिगणे नुम् आगमः नित्यं भवति. अतः भवादिगणे यदि भवादिगणे कोऽपि अस्ति, अतः पठ् धातुः अस्ति, तस्य पठन्ति एव भवति शत्रुप्रत्ययपरे स्त्रियां. परन्तु तुदादिगणे ये धातवः सन्ति तेषां वैशिष्ट्यमस्ति यत् नुमागमः विकल्पेन भवति. सः चर्चति अपि भवति, चर्चन्ति अपि भवति, चलति अपि भवति, चलन्ति अपि भवति. नाम गुणकार्यस्य निषेधः एक एव विशिष्टकार्यं नास्ति, विशेषकार्यं नास्ति. तत्र अन्य अपि अस्ति शत्रुस्त्रियां नुमागमस्य वैकल्पिकमस्ति न वा, नित्यमस्ति भवादिगणे, विकल्पेन भवति दुदादिगणे. अतः येषु येषु धातुषु स्त्रियां शतरि विकल्पेन नुमागमः भवति ते धातवः तुदादिगणे स्थापिताः. विकल्पेन इति अस्ति चेदपि उपयोगं किं भवति? चर्चन् अत्र चर्चन्ति इति वा चर्चति इति वा? नार्मलि वाट् वि यूस् विकल्पम् अस्ति, अतः उभयं सम्यक् अस्ति. सम्यक् एव, बट् नार्मल् वाट् विल् बि यूस्ड् उभयं नार्मल् एव अस्ति. अस्तु महोदय, अस्तु अस्तु अग्रे गच्छामः. अत्र उञ्ज् इति भगिनी पृच्छति खलु, अत्र अर्थः किम् इति. उञ्च् इति अर्थः तु उत्सर्गे इत्युक्ते तत् न चोड्न त्याग्न प्र उपसर्गम् उपयोगं कुर्मः चेत् प्र उञ्ज तत्र अर्थः आयाति छूट् जान मुक्तु होना इति. अस्तु धन्यवादः महोदय. धन्यवादः, अग्रे गच्छामः इदानीम्. अस्तु भगिनि, अस्माभिः दृष्टम् अदुपध इदुपध उदुपध ऋदुपथ शेषधातूनां कृते किमपि विशिष्टकार्यं नास्ति, केवलं वर्णमेलनं भवति. इदानीं सर्वाणि विशेषकार्याणि ये भवन्ति ते अजन्तधातूनां कृते भवन्ति. अतः अग्रे वयं पश्यामः अजन्तधातूनां कृते कार्यं कथं भवति. विशेषधातवः। अस्तु अग्रे अग्रे को अस्ति विजयमहोदय विधिमहोदय पठतु। विशेषधातवः विशेषजातवः 44 षोडशः दातवः इगन्धदातवः इक् प्रत्याहारे कश्चन सदस्यः अन्ते येषां ते इक् प्रत्याहारः नाम इ ऊरुळ् अतः अस्मिन् इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः च अन्तर्भूताः। एतावता अस्माभिः दृष्टं यत् इगन्धदातवः नियमानुसारं प्रवर्तन्ते। भ्वादिगणे दिवादिगणे च गणनियमम् अनुसृत्य यथा विकर्णप्रत्ययस्य स्वभावः तथा एव इगन्धधातूनाम् अङ्गकार्यम्। भ्वादिगणे शप् पित् अतः सर्वत्र इगन्धधातो गुणः नि ने भू भो कृ खर् इति। दिवादिगणे श्यन् अपित् अतः सर्वत्र इगन्धधातुः यथावत् तिष्ठति प्री प्रिय प्रियते सुसूय सूयते इति। अतः भ्वादिगणे दिवादिगणे च इगन्धधातवः सामान्यः इति उच्यते। परन्तु तुदादिगणे इगन्धधातवः विशेषधातवः सन्ति किमर्थम् इति अत्र दृश्यताम्। अग्रे न किमपि वक्तव्यं किल महोदय? अग्रे पठामि, किमपि नास्ति। ओके, ष इति विकरणप्रत्ययः। अयं ष प्रत्ययः सार्वधातुक तिङ् षित् सार्वधातुकम् सार्वधातुक अपित् पकारः इत् यस्य न किन् किन्वत् किन् मित्वत् किङिति च अजादिः अच् आधौ यस्य सः च। अतः संक्षेपे अजादिः अपित् इति वदेम। ओके, ये सर्वं वयं जानीमः किल महोदय? एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे ई ऊर् इत्येषां कार्यद्वयं सम्भवति। प्रथमः बिन्दु गुणादेशः नाम ई भवति ये उ औ ऋ अर् ए ओ अ इति गुण अक्षराणि। ओहो, ओके ओके, सरि ऋ अर् यन् आदेशः द्वितीयबिन्दु इको यणचि नाम इ भवति इ उ भवति उव् ऋ भवति अर्। अधुना इतोपि द्वे कार्यं सम्भवतः इति बोध्यम्। इयङ् उवाङ् आदेशौ इय उ उव इति परिवर्तनं भवति आदेशः। ऋङ् इत्यादेशः ऋ इत्यस्य स्थाने रि आदेशः। कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम। अत्र नूतनमस्ति, प्रथमवारम् आगच्छति अस्माकं अभ्यासे। तत्र सामान्यतया अस्माभिः किं दृष्टम्, इकारान्त उकारान्त ऋकारान्त अस्ति चेत् कुत्रचित् तु गुणः भवति, तत्र ई तस्य ए उ तस्य ओ रि तस्य अर् अथवा सामान्य यत् अस्ति सन्धिकार्यम् इको यणचि इति सूत्रेण यण् सन्धिः भवति। इदानीं नूतनकार्यमपि वयम् अधुना इदानीम् अग्रे दृश्यामः। अत्र इ स्थाने यङ् उ स्थाने उ इ स्थाने इय उ स्थाने उ ऋ स्थाने रि इति एतत् सर्वं द्वादिगणे वयं वयं द्रष्टुं शक्नुमः, नूतनकार्यमस्ति. तर्हि किमस्ति, यत्र यत्र धातु अथवा अङ्गम् इकारान्त उकारान्त ऋकारान्त अस्ति तत्र बहूनि कार्याणि भवितुं शक्नुवन्ति. कुत्रचित् यण्सन्धि भवति, यत् सामान्यकार्यमस्ति, सामान्यतया अस्ति खलु ऋण्सन्धि, नो चेत् गुणकार्यं भवितुं शक्नोति. परन्तु अन्यकार्याणि अपि बहूनि सन्ति. एकं कार्यमस्ति रि स्थाने रि, ई स्थाने इय, उ स्थाने उ, तत् सर्वं विशेषकार्याणि सन्ति. तद्वयं गादिगणे इति अग्रे द्रक्ष्यामः. इदानीं समयसमाप्तः भवति, अतः अग्रिमरविवासरे मेलिष्यामः. प्रश्नः अस्ति वा कस्यापि? चतुर्वा नुम् आगमः भवति खलु, तत्र उदाहरणमचि अस्ति याति इति आगच्छति चेत् यान्ति इति आगच्छति, याति यान्ति उदाहरणरूपेण. एतत् अष्टाध्यायपुस्तके अस्ति. प्रश्नः किं भवति? तत्र पूर्वं वयं दृष्टवन्तः खलु जि, तत्र स्त्रियां शतरे स्त्रियां नुम् आगमः, शतरे स्त्रियां नुम् आगमः वैपिल्क, तत्र उदाहरणमस्ति याति इति आगच्छति चेत् यान्ति इति आगच्छति, याति यान्ति इति अस्ति स्त्रियाम्. अस्तु, आचीन आचीन आचि नद्योर्नुम् इति आगच्छति खलु सूत्रे, इदानीमेव तत्र आचीन आचि नद्योर्नुम् इति नद्योर्नुम् इति सूत्रम् आगच्छति खलु. आमां, सुदादौ सुदौ शतरि स्त्रियां नुम् आगमः, तत्र उदाहरणं याति इति चेत् यान्ति इति आगच्छति स्त्रियां नुम् आगमः. धन्यवादः जि, नुम् आगमः. शुभदिनं जि. धन्यवादः. विकल्पेन नैव विजया, विकल्पेन किल. आमां, विकल्पेन. धन्यवादः महोदय. धन्यवादः. स्त्रियामित्र स्त्रीलिङ्गे तत्र धातूनां तु भेदः कुतः आगच्छति? धन्यवादः. तत्र भेदः नास्ति खलु, स्त्रियां नुम् आगमः भवति स्त्रीलिङ्गे. क्षत्रि प्रत्यये स्त्रीलिङ्ग् प्रयोगे शत्रु शत्रुश्चानच् अस्ति खलु तत्र. शुभदिनं जि, धन्यवादः. अस्तु, धन्यवादः. धन्यवादः महोदय, शुभदिनम्.